पद्मपुराणं खण्डं 4 ब्रह्मखण्डम् अध्यायं 9 सूत उवाच तदोमरगणास्ते च सगन्धर्वाः सदानवा उत्पाट्यमन्तरं शैलं शिक्षिपुत्पयसां निधौ तदस् सनातनश्रीमान् दयालुर्जगदीश्वरः आधारयद्गिरेर्मूलं कूर्मरूपेण पृष्ठतः अनन्तं तत्र संवेष्ट्य ममन्धुर्दुग्धसागरम् एकादश्यां मध्यमाने चोद्भूतं प्रथमं द्विज कालकूटविषं ते तु दृष्ट्वा सर्वे प्रदुद्रुवुः तदस्तान्विद्रुतान् दृष्ट्वा शङ्करश्चोक्तवानिदं भो मरगणायूयं विषं कुरुदमादरं वारयिष्याम्यहं तूर्णं कालकूडं महाविषम् इत्युक्त्वा पार्वतीनाथो ध्यायन्नारायणं हृदि महामन्त्रं समुच्चार्य विषमादद्भयङ्करम् महामन्त्रप्रभावेण विषं जीर्णं गतं महद अच्युतानन्दगोविन्द इति नामत्रयं हरेः योजपेत्प्रयतो भक्र्या प्रणवाद्यं नमोऽधिकं विषभोगाग्निजं तस्य नास्ति मृत्योर्भयं तथा तदो हृष्टमनादेव ममन्दुः क्षीरसागरं ततो लक्ष्मी समुत्पन्ना कालास्या रक्तलोचना रूक्षपिङ्कलकेशा च जरतीं बिभ्रदीतनुं सा च ज्येष्ठा ब्रवीद्देवान् किं कर्तव्यं मये दिवै देवास्तथा ब्रुवंस्तां च देवीं दुःखस्य भाजनं येषां नृणां गृहे देवी कलहः सम्प्रवर्तते तत्र स्थानं प्रयच्छामो वसज्येष्ठे शुभान्विता निष्ठुरं वचनं ये च वदन्ति ये नृतं नराः संध्यायां ये हि शास्नं दि दुःखदा तिष्ठतद्गृहे कपालकेशभस्मास्ति तुषाङ्गाराणि यत्र तु स्थानं ज्येष्ठे तत्र तव भविष्यति न संशयः अकृत्वा पादयोर्धौतं ये चास्नन्ति नराधमः तद्गृहे सर्वदा तिष्ठ दुःखदारिद्र्यदायिनी वालुका लवणाङ्गारैः कुर्वन्ति दन्तधावनम् तेषां गेहे सदा तिष्ठ दुःखदा कलिना सह चत्राकं श्रीफलं शिष्ठं ये खादन्ति नराधमाः गेहे तेषां तव स्थानं ज्येष्ठे कलुषदायिनि तिलपिष्टमलाम्बुं ये गृञ्जनं पोदिकादलम् कलम्बुगं पलाण्डुं ये चाश्नं दि पापबुद्धयः तेषां गृहे तव स्थानं भविष्यदि न संशयः गुरुदेवातिथीनां च यज्ञदानविवर्धितं यत्र वेदध्वनिर्नास्ति तत्र तिष्ठ सदाशुभे दम्पत्यो कलहो यत्र पितृदेवार्चनं न वै दुरोदररदा यत्र तत्र तिष्ठ सदाशुभे परदाररदा यत्र परद्रव्यापहारिणः विप्रसज्जनवृद्धानां यत्र पूजा न विद्यते तत्र स्थाने सदा तिष्ठ पापदारिद्र्यदायिनी इत्यादिश्य सुराज्येष्ठां सर्वेषां कलिवल्लभां क्षीराब्धेर्मथनं चक्रुः पुनस्ते सुसमाहिताः इति श्रीपद्मे महापुराणे ब्रह्मखण्डे सूतशौनकसंवादे समुद्रमथनं नाम नवमोऽध्यायः ॐ